अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च अहमेवाक्षयः कालो धाताहं विश्वतोमुखः। अक्षराणां वर्णानाम् अकारः वर्णः अस्मि, द्वन्द्वः समासः अस्मि, सामासिकस्य च समाससमूहस्य। किञ्च अहमेव अक्षयः अक्षीणः कालः प्रसिद्धः क्षणाद्याख्यः, अथवा परमेश्वरः कालस्यापि कालः अस्मि। धाता अहं कर्मफलस्य विधाता, सर्वजगतः विश्वतोमुखः सर्वतोमुखः। मृत्युः संवारश्चाहम् उद्भवश्च भविष्यताम् कीर्तिश्रीर्वोक्षनारीणम् स्मृतिर्मेधादृतिः क्षमा। मृत्युः द्विविधः, धनादिहरः प्राणहरश्च। तत्र यः प्राणहरः स सर्वहरः उच्यते, सः अहम् इत्यर्थः। अथवा परः ईश्वरः, प्रलये सर्वहरणा तु सर्वहरः, सः अहम्। उद्भवः उत्कर्षः, अभ्युदयः तत्प्राप्तिहेतुश्च केषां? भविष्यतां, भाविकल्याणानाम्। उत्कर्षप्राप्तियोग्यानाम् इत्यर्थः। कीर्तिः श्रीः वाक्च नारीणां स्मृतिः मेधा धृतिः क्षमा इत्येताः उत्तमः स्त्रीणामहम् अस्मि, यासाम् आभासमात्रसम्बन्धेनापि लोकः कृतार्थम् आत्मानं मन्यते। बृहत्साम तथा साम्नां गायत्री छन्दसामहम् मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः। बृहत्साम तथा साम्नां प्रधानमस्मि, गायत्री छन्दसाम् अहं, गायत्र्यादि छन्दो विशिष्टानां ऋचां गायत्रीरुम् अहमस्मि इत्यर्थः। मासानां मार्गशीर्षः अहं, ऋतूनां कुसुमाकरः वसन्तः। द्यूतं चलयतामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्। द्यूतम् अक्षदेवनादिलक्षणं चलयतां चलस्य कर्तॄणामस्मि, तेजस्विनां तेजः अहं, जयः अस्मि जेतॄणां, व्यवसायः अस्मि व्यवसायिनां, सत्त्वं सत्त्ववतां सात्विकानामहम्। वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः मुनीनामप्यहं व्यासः कवीनामुशना कविः। वृष्णीनां यादवानां वासुदेवः अस्मि, अयमेव अहं त्वत्सखः। पाण्डवानां धनञ्जयः त्वमेव। मुनीनां मननशीलानां सर्वपदार्थज्ञानिनामपि अहं व्यासः। कवीनां क्रान्तदर्शिनाम् उशना कविः अस्मि। दण्डोधमयतामस्मि नीतिरस्मि जिघीषतां मौनं चैवास्मि गुह्यानं ज्ञानं ज्ञानवतामहम्। दण्डः दमयता, दमयितॄणामस्मि अदान्तानां दमनकर्णं। नीतिः अस्मि जिघीषतां जेतुमिच्छतां। मौनं चैव अस्मि गुह्यानां गोप्यान् ज्ञानं ज्ञानवतामहम्। यच्चापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यत्स्यात् मया भूतं चराचरम्। यच्चापि सर्वभूतानां बीजं प्ररोहकारणं तत् अहम् अर्जुन। प्रकरण उपसंहारार्थं विभूतिसंक्षेपमहं न तत् अस्ति भूतं चराचरं चरम् अचरं वा मया विना यत् स्यात् भवेत्। मया अपकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात्, अतः मदात्मकं सर्वम् इत्यर्थः। नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप एष तु देहतः प्रोक्तुं विभूतेर्विस्तरो मया। न अन्तः अस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तु न हि ईश्वरस्य सर्वात्मनः दिव्यानविभूतीनां इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित्। एष तु उद्देशतः एकदेशेन प्रोक्तः विभूतेः विस्तरः मया। यन्यन्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्वं मम तेजोंशसम्भवम्। यद्यत् लोके विभूतिमन् विभूतियुक्तं सत्त्वं वस्तु श्रीमत् ऊर्जितमेव वा श्रीः लक्ष्मीः तया सहितम् उत्साहोपेतं वा तत्तदेव अवगच्छ त्वं जानीहि मम ईश्वरस्य तेजोंशसम्भवं। तेजसः अंशः एकदेशः सम्भवः यस्य तत्तेजोंशसम्भवमिति अवगच्छ त्वम्। अथवा बहुनैतेन किं ज्ञातेन तवार्जुनं विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत्। अथवा बहुन एतेन येमादिना किं ज्ञातेन तव अर्जुनस्यास्य अवशेषेण। अशेषतः त्वम् उच्यमानम् अर्थं शृणु। विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं कृत्स्नं जगम् एकांशेन एकावयवेन एकपादेन सर्वभूतस्वरूपेण इत्येतत्। तथा च मन्त्रवर्णः पादोऽस्य विश्वाभूतानि इति स्थितः अहम् इति श्रीमद्भगवद्गीताभाष्ये दशमोऽध्यायः।